गतवर्गे जुहोत्यादिगणे तत्र किमासीत् आकारान्तधातूनां विषये चर्चा अस्माकम् आरब्धा. तत्र जुहोत्यादिगणे आकारान्तधातवः सन्ति, षड् धातवः सन्ति आकारान्तधातवः. तत्र एकनिमिषः, तत्र मां माने ओहां गतौ ओहाक् त्यागे का स्तुतौ दुधाय दाने दुधाय धारणपोषणयोः इति आकारधातवः सन्ति. तत्र इदानीम् अस्माकं माङ् ओहाङ् ओहाक् गा इति धातूनाम् अत्र चर्चा अभवत्. तत्र प्रथमं तु मल्लरमहोदय वदतु, मा धातु कृते मा धातु कृते अभ्यस्त अङ्गं किमस्ति, कथं भवति च? मीमा इति भवति. श्लू प्रथमम् आगच्छति, कथं प्रथमं श्लू आगच्छति, द्वित्व भवति मा मा इति भवति. तदनन्तरं केन सूत्रेण द्वित्वं? श्लू श्लौ श्लौ श्लौ श्लौ श्लौ. तदनन्तरं ह्रस्वः इति सूत्रेण मा मा इति भवति. तदनन्तरं मृग्णामिति तत् मृगामित् तेन सूत्रेण मी ई इकार आदेशः भवति, मी मा इति रूपं भवति महोदय. सूत्रं किं वदति, सारांशं वदतु. ब्रियाम् इति चत्वारः धातवः सन्ति, तेषां धातूनां कृते अभ्यासः. त्रयः धातवः, चत्वारः त्रयः ओहाक् न सन्ति महोदय, नास्ति. माङ् ओहाङ् गा ब्रियामि कृते ब्रिय माङ् ओहाङ् ओगाम् तेन धातूनां कृते अक ईकार आदेशः भवति, अभ्यस स्थाने. तर्हि ब्री मां ओहां कृते अभ्यासस्य ह्रस्व ईकारः भवति, अतः मीमा. अस्तु, तदनन्तरं तदनन्तरं तु अस्ति अरुणा महोदय, ओहां गतौ स्लौ इति सूत्रेण द्वित्वं भवति, हा हा भवति. भूयाङ् मित् इति सूत्रेण अभ्यासस्य ह्रस्व इकारादेशः भवति, हि हा इति भवति. तदनन्तरं कुहोश्चुः इति सूत्रेण अभ्यासस्य हकारस्थाने झकारपदम् आगच्छति. तदनन्तरं च खरिचैतसूत्रेण छत्वं भवति, अभ्यासचर्चि इति सूत्रेण झीबिकं जी जिहा इति अङ्गं निष्पन्नं भवति. तदनन्तरं भवति अत्र भूयि भूयां मित् सूत्रं न कार्यं करोति, केवलं हा हा एव अस्ति, विकारः नास्ति. तदनन्तरं कुहोश्चुः इति सूत्रेण अभ्यासचर्चसूत्रेण जिहा इति रूपं निष्पन्नं भवति. जिहा ह्रस्व भवति, जहा एव रूपम् अस्ति. तर्हि ओहाङ् मध्ये जिहा भवति, ओहाक् मध्ये जहा भवति. अपि च तत्र को अस्ति, विजयानन्तरमागच्छति, केवलं शृणोति, मीनामहोदय शृणोति, अन्य को अस्ति अत्र? अरुणा महोदय, मदन महोदय, मीना महोदय, सुमन महोदय, विजया महोदय, अन्य के के सन्ति के नास्ति वा? अस्तु, हा तर्हि मीना महोदय भवती शृणोति वा प्रयत्नं करोति? प्रयत्नं करोमि महोदय. हा करोतु महोदय, करोतु. किं वक्तव्यं? भवत्या पठितं वा किञ्चित् करपत्रं? करपत्रं किञ्चित् पठितं, रेकार्डिङ्ग् न श्रुतम्. अस्तु अस्तु, चिन्ता नास्ति. तर्हि गा गा धातु अस्ति, गा धातु. गा धातु कृते अभ्यस्त अङ्गं किम् अस्ति इति प्रयत्नं करोति वा? किं लकारे, लट् लकारे? न न, केवलम् अभ्यस्त अङ्गं दादा भवति प्रथमं सूत्रेण. ददा भवति अभ्यस्तयोः ददा भवति किल? न न न न, गा गा धातुः अस्ति श्लौ, तस्य गा नास्ति. धातु किं महोदय? गा गा ग गस्तुतौ, गस्तुतौ. आम् आम्, ओ गा गस्तुतौ. गा गा इति भवति प्रथमं, गा गा भवति. तदनन्तरं जिगा भवति. बहुलं छन्दसि इति सूत्रेण जिगा भवति. बहुलं छन्दसि इति सूत्रेण इत्वं भवति. तर्हि गा गा तस्य गिगा इति भवति. गिगिगा भवति, गिगा भवति. अनन्तरं कुहोश्चुः इति सूत्रेण जिगा भवति. बहुलं छन्दसि इति सूत्रमस्ति, तद् वदति यत् छन्दसि यदा कार्यं भवति तदापि अभ्यासस्य इत्वं भवति. गाधातौ गाधातु छन्दसि एव भवति, अतः जिगा इति भवति. अस्तु, तर्हि इदानीम् अभ्यस्ताङ्गं कथं भवति इति सर्वे जानन्ति. अस्तु, तर्हि इदानीं सूत्राणि कानि कानि? तर्हि अरुणा महोदय वदतु, पित् प्रत्ययः पित् अस्ति चेत् किं कार्यं भवति आकारान्त अङ्गं कृते? अत्र पित् अस्ति केवलं न गुणः भवति, स्लू इति सूत्रेण लोपः भवति, ततः न लुपतान्तस्य इति सूत्रेण गुणः न भवति. अदापि महोदय, इदानीम् अङ्गमस्ति, अङ्गान्तरं तिङ्प्रत्ययः. आं भगिनि, महोदय, तर्हि हलादि पित् अस्ति. हलादि पित् अस्ति चेत् किं कार्यं भवति? कार्यं न, कोऽपि न भवति. केन इति अहं वदामि महोदय. पित् अस्ति, पित् गुणः न भवति. किम् अस्ति चेत् स्लू प्रत्यय विकरणप्रत्यय लोपः भवति, तत् लोपः न लुमता सूत्रेण गुणकार्यं निषेधं करोति, ततः नो गुणकार्यं भवति. इति अस्ति, तत् श प्रत्ययनिमित्तीकृत्य गुणकार्यं प्रबाधयति. आं महोदय, इदानीम् अङ्गं निष्पद्यते, तिङ् प्रत्यय अस्ति, तिङ् प्रत्ययनिमित्तिकं गुणकार्यं भवति न वा इति चिन्तनीयं. न भवति, अहं न उक्तवती महोदय. हा न भवति, यतोहि तत्र आकारान्त अस्ति खलु, प्रसङ्ग आकार. ओ तदेव उत्तरं ददा दत्तम्. ओके, श्लू इति यत् अस्ति न लोपताङ्गस्य, तत् किं वदति यत् शप् प्रत्ययः अस्ति यस्य लोपः जातः, तस्य तेन निमित्तीकृत्य अङ्गकार्यं न भवति, परन्तु इदानीम् अङ्गं निष्पन्नम् अनन्तरं तिङ् प्रत्ययनिमित्तिकं कार्यम् अङ्गकार्यं भवति न वा इति द्रष्टव्यं. तर्हि इदानीम् आकारान्त अस्ति अतः गुणस्य प्रश्नः एव नास्ति. अलादिपित् अथवा अजादिपित् अस्ति चेत् किमपि कार्यं नास्ति, केवलं वर्णमेलनं नो चेत् सन्धिकार्यम्. इदानीं हलादि अपित् अस्ति चेत् किं वद् भवति महोदय? हलादि अपित् अस्ति चेत् सूत्रेण आकारस्थाने इकारः आगच्छति. ईहल्यगोः इति सूत्रेण आकारस्य स्थाने ईकारः, दीर्घ इकारः भवति. तर्हि ईहल्यगोः इति सूत्रमस्ति. अपि च अजादि अपि अस्ति चेत् किं भवति? अन्यसूत्रमस्ति स्नाभ्यस्तयोरातः इति सूत्रेण आकारस्य लोपः भवति. आकारस्य लोपः भवति. तर्हि अजादि अपि अस्ति चेत् अकारस्य लोपः, हलादि अपि अस्ति चेत् आकारस्य दीर्घयित्वम् इति अस्ति. तर्हि मीमा, जिगा अपि च जिहा नाम मां धातु, ओहां धातु अपि च गा धातु कृते इति सामान्यचिन्तनं भवति. तर्हि एतद् भवति. तदनन्तरम् ओहाक् धातु यदस्ति यस्य कृते जहा इति अङ्गं भवति, तस्य कृते नूतनसूत्राणि भवन्ति. तर्हि मदर् महोदय, जहा अङ्गमस्ति चेत् हा धातु ओहास्यागे तस्य कृते ईहल्यगोः स्नाभ्यस्योरासः तु सूत्रद्वयम् अस्ति. नूतनसूत्रं किमस्ति? आकारस्य स्थाने हस्व इकारादेशः भवति, विकल्पेन भवति. तर्हि एकस्मिन् पक्षे ह्रस्व इकारः, अन्यस्मिन् पक्षे दीर्घ इकारः. तर्हि सामान्यतया ईहल्यगोः इति सूत्रेण हलादि कित्मित् प्रत्यये परे अस्ति चेत् दीर्घ इकारः भवति, परन्तु जहातेश्च इति सूत्रं वदति यत् विकल्पेन ह्रस्व इकारः अपि भवति. तर्हि हलादि कित्मित् प्रत्यये परे अस्ति चेत् ह्रस्व अपि च दीर्घ इकारः भवति. जहाति नाम ओहात्यागे धातु धातो कृते अस्तु. अपि च ई प्रत्ययः परे अस्ति चेत् किं भवति? आ च हौ इति सूत्रेण ही प्रत्यये परे अस्ति चेत् विकल्पेन ह्रस्व ईकार आदेशः भवति, आकारः अपि भवति महोदय. तर्हि आ च हौ इति सूत्रेण ही कीदृशः प्रत्ययः अस्ति? पित् अस्ति वा अपित् अस्ति वा? पित् अस्ति अपित् चेर्यपित् आम् आम् आम् महोदय. अपि तर्हि अपित् अस्ति. अपि च हलादि अस्ति वा अजादि अस्ति? हलादि. तर्हि हा धातु कृते सामान्यतया हलादि अपित् प्रत्ययः अस्ति चेत् किं कार्यं भवति? अपित् अस्ति चेत् हि हल् यगोः इति सूत्रं कार्यं हा धातु कृते इदानीमेव वदति खलु जहातेश्चूत्रम् जहातेश्च इति सामान्यचिन्तनमस्ति यत् ह्रस्व इकारः भवति दीर्घ इकारः भवति. आ च हौ इति किं वदति? यत् च इति अस्ति खलु च इत्युक्ते विकल्पेन इदानीमपि अग्रे विकल्पेन आकारः अपि भवति. तर्हि रूपत्रयं भवति ह्रस्व इकारः हा धातु कृते हि प्रत्यय अग्रे अस्ति चेत् रूपत्रयं भवति इति अस्ति. अपि च महोदय मया न अवगतं महोदय आच हौ तै जहातेश्च इति सूत्रं वदति यत् हलादि कित्नित् प्रत्यये परे अस्ति चेत् आधातु कृते ह्रस्वैकारः भवति अथवा दीर्घैकारः भवति. आ च हौ इति वदति यत् हि प्रत्यये परे अस्ति चेत् आकारः अपि विकल्पेन भवितुं शक्नोति. न तर्हि हा प्रत्यये हा धातु कृते हि प्रत्ययः पुरतः अस्ति चेत् ह्रस्वैकारः दीर्घ इकारः आकारः रूपत्रयं भवति इति अस्ति. अपि च इदानीम् एकं सूत्रमस्ति लोपो यि लोपो यि. तर्हि पश्यतु एतानि सर्वाणि सूत्राणि क्रमशः भवन्ति जहातेश्च तत्र प्रथमतोष्णाभ्यस्तयोरातः तदनन्तरम् इ हल्यगोः तदनन्तरम् इत् दरिद्रस्य इत् दरिद्रस्य इति सूत्रमस्ति अस्माकम् अस्माभिः दरिद्राधातु कृते अस्माभिः पठितम् अनादिगणे. दरिद्राधातु अस्ति चेत् तत्र अपि हलादि किञ्चित् प्रत्यये परे अस्ति चेत् ह्रस्व इकारः भवति न तु दीर्घ इकारः. तदनन्तरं यो अन्यतरस्यां सूत्रमस्ति अग्रे पठामः. तदनन्तरं जहातेश्च हा धातु कृते जहातेश्च तदनन्तरम् आच हौ तदनन्तरम् एक अन्यसूत्रमस्ति लोपो यि. तर्हि इदानीं मीना महोदय पठतु लोपो यि सूत्रं पठतु. लोपो यि यकारादौ सार्वधातुके प्रत्यये परे ओहाधातोः आकारस्य लोपो भवति. अलोप्यस्य इत्यनेन ओहाक् धातुरूप्यङ्गस्य अन्ते स्थितस्य आकारस्य लोपः न तु पूर्णतया अङ्गस्य. जहातेश्च इत्यस्मात् जहातेः इत्यस्य अनुवृत्तिः अथ उत् सार्वधातुके इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं जहातेः अङ्गस्य लोपः इ सार्वधातुके. यदा जहाति इति धातुतः यकारादि प्रत्यये परे अङ्गस्य किं लोपः भवति आतः लोपः वा अङ्गस्य लोपः भवति जहाते जहातेः अङ्गस्य लोपः ई सार्वधातुके इत्यस्य जहा इति आकारं लोपः वा जह् भवति आकारस्य लोपः भवति जहायोगः यात् द्वितीयः प्रत्यये परे जह् भवति जह् योगः यात् जह् यात्. सम्यक्. तर्हि लोपो यि इति सूत्रं वदति यत् यकारादि सार्वधातुकप्रत्यये परे अस्ति चेत् यकारादि सार्वधातुकप्रत्यये परे अस्ति चेत् जहाति इति अङ्गस्य आकारस्य लोपः भवति. सामान्यतया सामान्यतया हलादि सार्वधातुकप्रत्यय पित्प्रत्यय अस्ति चेत् किं भवति हा धातु कृते सामान्यतया जहातेश्च ह्रस्वैकारः भवति जहायात् अजहि जहि जहियात् जहीयात् परन्तु ओपोयि इति अपवादसूत्रम् अस्ति यत् यकारादिप्रत्यये अस्ति चेत् ह्रस्वैकारः न भवति लोपः भवति. तर्हि जहीयात् उत जहीयात् न भवति अपि तु जहीयात् इति भवति. जह्यात् एव भवति जह्यात् एव भवति न तु जहीयात् अथवा जहीयात्. लोपो हि अस्ति खलु जहातेः इति अनुवृत्तिरूपेण आगच्छति अङ्गस्य अधिकारः जहातेः अङ्गस्य लोपः यि सार्वधातुके यकारादिसार्वधातुकप्रत्ययपरे यकारादिसार्वधातुकप्रत्ययपरे ओहाधातोः आकारस्य लोपः इति अस्ति. अस्तु इदानीम् अभ्यासं कुर्मः. ओहाधातु अस्ति, परस्मैपदी अस्ति, हा इति अस्ति, तत्र जहा इति भवति. तर्हि रूपाणि कुर्मः. इदानीम् अरुणामहोदय, हा धातु ओहात्यागे परस्मैपदी लट्लकाररूपाणि करोतु. प्रथमम् अङ्गं त्यक्तुं भूत्वा हा हा अस्ति, तदनन्तरं कोः जहायोगः अस्ति. ति इति पित् अस्ति, हलादिपित् अस्ति. अत्र अङ्गम् इक् वर्णः नास्ति, केवलं दीर्घ आकारः अस्ति, ततः जहाति इति एव रूपं भवति. जहायो तः तः इति हलादि अपित् अस्ति, नित् अस्ति, ततः साहाय्यम् अहं हलादि अपित् अस्ति चेत् ईर् हल्यगोः इति सूत्रेण ओहाक् सूत्रे जहातेश्च सूत्रं महोदय जहातेश्च इति सूत्रेण आकारस्य स्थाने ह्रस्व इकारादेशः विकल्पेन भवति. अतः रूपाणि कानि? जहितः जहता महोदय जहातः इदानीं जहातेश्च इति सूत्रेण एकस्मिन् पक्षे ह्रस्वैकारः, एकस्मिन् पक्षे दीर्घैकारः. जहीतः जहितः जहीतः किमर्थं? यतोहि सामान्यतया ईहल्यगोः इति सूत्रेण दीर्घैकारः भवति खलु. आं महोदय. जहातेश्च वदति विकल्पेन ह्रस्वैकारः भवति. तर्हि एकस्मिन् पक्षे ह्रस्वैकारः, अन्यस्मिन् पक्षे सामान्यतया दीर्घैकारः यद् भवति तत् तद् इदानीमपि तिष्ठति. तर्हि जहितः जहितः. अहम् अवगतार्थं पृच्छामि महोदय. तत्र जहायोगः तः जहातेश्च इति सूत्रेण ह्रस्वैकारः भवति, जहितः भवति. स्नाभ्यस्तयोर् अतः इति सूत्रेण दीर्घैकारः आगच्छति. जहातेश्च इति सूत्रमेव वदति यत् हलादि किप्रत्यये परे अस्ति चेत् आधातु कृते विकल्पेन ह्रस्व इकारः भवति. तर्हि एकस्मिन् पक्षे ह्रस्व इकारः, अन्यस्मिन् पक्षे यत् सामान्यतया भवति हलादि किं प्रत्यये परे तदेव भवति. सामान्यतया अभ्यस्त अङ्गम् अस्ति चेत् हलादि किं प्रत्यये परे अस्ति चेत् किं भवति? दीर्घ इकारः आगच्छति. केन सूत्रेण? स्नाभ्योतयोरादः. दीर्घ इकारः केन सूत्रं भवति? अभ्यस्य रातः तु वदति रूपः भवति खलु. दीर्घ दीर्घैकारः आगच्छति. तर्हि सामान्यतया दीर्घैकारः भवति, जहातेश्च वदति विकल्पेन ह्रस्वैकारः अपि भवति. अतः रूपद्वयमस्ति जहितः जहितः. अवगच्छति वा? आम् अवगतं महोदय. अत्र जहेताश्चेत् सूत्रेण रूपद्वयम् आगच्छति. प्रथमं ह्रस्वैकारः, तदनन्तरं दीर्घैकारः, रूपद्वयं भवति. ओके. जी स्थाने नू अन्यसूत्रम् अस्ति महोदय. जी स्थाने सम्थिङ्ग् हेपन्ड् ऐ डोण्ट् रिमेम्बर् जी स्थाने किमपि न भवति. तत्तु अस्माभिः दृष्टं खलु अति अति इति प्रत्ययः अस्ति. केन सूत्रेण अति भवति? अदभ्यस्तात् खलु. अदभ्यस्तात् सूत्रं मिलति. अभ्यस्त अङ्गम् अस्ति चेत् झकारस्य स्थाने अत् भवति खलु. वदतु छायोगः अति किं करणीयम्? अति अति कीदृशः प्रत्ययः अस्ति? अजादि अहलादि अपि अस्ति. अपि अस्ति अजादि हलादि. अजादि एव. अजादि अपि प्रत्ययः अस्ति चेत् किं कार्यं भवति? स्नाभ्यस्तयोरातः. अतः स्नाभ्यस्तयोरातः सूत्रेण किं किं किं भवति? आकारस्य लोपः. जः योगः अति जहाति भवति. आगे आकारस्य लोपः भवति खलु. आं महोदय. अतः आकारस्य लोपानन्तरं जः योगः अति भवति खलु. जहाति इति रूपं न जहा योगः अति. आकारस्य लोपः भवति स्नाभ्यस्तयोरातः. इदानीं किम् अवशिष्टं? जः योगः अति खलु. करोतु वर्णमेलनं करोतु. जः योगः अति जहति. ओ हा एव अवशिष्यति. ओके जहति जहति. ओके जहति इति भवति. ओके जह जह जह योगः सि पित् अस्ति. ततः हलादिपित् अस्ति चेदपि गुणकार्यं कोऽपि नास्ति. जहासि एव रूपम्. जह योगः तं हलादि अपित् अस्ति. जहातेश्च कार्यं करोति महोदय. महोदय साहाय्यं महोदय. जहातेश्च सूत्रं कार्यं करोति वा महोदय? तत् प्रथमं जहितम् एकं रूपम्, अन्यरूपं जहीतम्. जहायोगः अत्रापि रूपद्वयं जहिता जहीतं जहीतम् यः प्लस् मिप् अपि पित् अस्ति. केवलं वर्णमेलनं. जहामि जह योगः आवि हलादि अजादि अपित् अस्ति. हलादि एव तदापि जहीवा तदेव जहीम. जहति जहासि जहीतः जहितः जहीथ जहितः जहामि जहीवः जहीवः जहीमः जहीमः इति अस्ति. अस्तु धन्यवादः महोदय. अग्रे विजया महोदय करोति वा इदानीं लोट् लकार करोमि नमस्कारः एतत् लोट् लकारमस्ति भूतात् ताम् अन्तु शून्यं तात् तं च शून्यं किमर्थम् एतत् अनदन्तम् अस्तु तूतात् ताम् अन्तु शीतात् तं च आनीय अन्तु अस्तु अन्तु वा अतु वा अतु अतु अन्तुस्थाने अतु आगच्छति अनदन्त प्रक्रिया अनन्तरं मध्यमपुरुषे हीतात् तं च आनीयाव आम अत्र अनदन्तं रूपं तु जहा इति अस्ति तात् तु योजनेन प्रथमं जहातु इति वर्णमेलनम् अस्ति अनन्तरं जहि अल् यगोः हल् यगोः इति सूत्रेण इकारः भवति अतः तत्र दीर्घ जहीतात् इति भवति जही योगः तात् सम्यक् नास्ति प्रथमं जहातु इति अस्ति वर्णमेलनमेव अनन्तरं न किं जि तत् सत्यमस्ति जहातु तात् कृते ईहल्यको कार्यं न करोति जहीतात् अस्ति खलु जहीतात् तत्र दीर्घ आकारस्य स्थाने दीर्घ ईकारः भवति ई अल् यगोः इति सूत्रेण अतः जहीतात् इति अन्यरूपम् अनन्तरं रत्वं भवति जहातेश्च इति सूत्रेण जहातेश्च इति सूत्रेण दीर्घ आकारस्य स्थाने रस्व इकारः भवति अत्रः जहितात् इति अन्यरूपं रूपम् अस्ति अत्र नास्ति वा परन्तु ईहल्यकोः अत्र कार्यमेव न करोति अत्र जहातेश्च एव कार्यं करोति जहातेश्च एव वदति यत् विकल्पेन इकारः भवति ह्रस्व इकारः अतः जहातेश्च एव सूत्रं वदति एकस्मिन् पक्षे ह्रस्व इकारः एकस्मिन् पक्षे दीर्घ इकारः ईहल्यगोः इति सूत्रेण दीर्घ इकारः आगच्छति तदनन्तरं जहातेश्च इति सूत्रेण ह्रस्व इकारः अपि भवति एतादृशं चिन्तनं नास्ति जहातेश्च जहातेश्च एव सूत्रं आगच्छति तदेव वदति यत् रूपद्वयं भवति एकः ह्रस्व इकारः दीर्घ इकारः ईहल्यगोः अत्र कार्यं न करोति जहातेश्च ईहल्यगोः इति आं जि विकल्पेन रूपद्वयं ह्रस्व इकारः आगच्छति दीर्घ ईकारः आगच्छति तादृश जहातेश्च इति सूत्रेण एव जहातेश्च इति सूत्रम् एव ईहल्यगोः अत्र कार्यं न करोति यतोहि जहातेश्च ईहल्यगोः इति सूत्रस्य अपवादः अस्ति आं जि आं जि विकल्पेन रूपद्वयम् अत्र अनन्तरं तत्रापि तादृशमेव खलु जहीतां जहीतां तां योजनेन तत्र जहातेश्च इति सूत्रेण विकल्पेन रूपद्वयम् अस्ति एकः दीर्घ ईकारः अन्यपक्षे रक्त ईकारः अतः जहीतां जहीताम् अनन्तरं अतु अस्ति खलु तत्र स्नाभ्यस्तयोरातः इति सूत्रेण दीर्घ आकारः लोपः भवति अतु योजनेन जहतु इति भवति अनन्तरं तत्र रूप चतुर्थ चत्वारः अस्ति अत्र हि योजनेन जहाहि प्रथमं भवति केन सूत्रेण सेर्यपिच्छे इति सूत्रे न न तत्र प्रत्ययः अस्ति चेत् विशेषसूत्रमस्ति खलु आचहौ एकनिमिषं जि आच हौ इति सूत्रेण तत्र किं तत्र आकारस्य स्थाने रस्व इकारः एव भवति परन्तु सेर्यपिच्छे इति सूत्रेण एव हि आगच्छति खलु हि तु आगच्छति तत्तु प्रश्नः अस्ति एकवारं हि अस्ति चेत् आचहौ इति सूत्रं कार्यं करोति आचहौ इति सूत्रं किं वदति हि प्रत्यये परे ओ हाक् धातोः आकारस्य स्थाने न केवलं विकल्पेन रस्व इकारः भवति अपि तु आकार आदेशः अपि भवति अतः रूपद्वयं भवति रूपत्रयम् अस्ति एकस्मिन् पक्षे रस्व इकारः एकस्मिन् पक्षे दीर्घ इकारः एकस्मिन् पक्षे आकारः अतः वदतु रूपाणि रूपत्रयं किम् अस्ति वदतु प्रथमं जहिः इति अस्ति अनन्तरं जहाहि अस्ति अनन्तरं सात् इति भवति खलु अतः रूपत्रयं जहाहि जहिः जहिः स्थाने अनन्तरं तात् स्थाने अपि रूप द्वयम् अस्ति जहितात् जहितात् इति जहातेश्च इति सूत्रेण रूपद्वयम् अस्ति आहत्य मध्यम पुरुष एकवचने पञ्चरूपाणि सन्ति आम् ही स्थाने त्रयः अस्ति तात् स्थाने द्वे रूपम् अस्ति अनन्तरम् अपि तत् वदामि वा अनन्तरम् अत्र जहाते इति सूत्रेण आकारः लोपः भवति अनन्तरं रस्व इकारः भवति अतः जहिताम् इति भवति अनन्तरं पि अल् यगोः इति सूत्रेण जहीताम् इति दीर्घ ईकारः ईकारः रूपद्वयम् सूत्रं कार्यं न करोति न करोति अस्तु अस्तु तत्र जहाते च एव कार्यं करोति रस्व ईकारः दीर्घ ईकारः अतः जहीतां जहीताम् इति भवति अनन्तरं अनन्तरं लोट् लकारः तत्र स्नाभ्यस्तयोरातः इति कुत्र अस्ति कस्मिन् कः प्रत्ययः करोति इदानीं मध्यमपुरुषः अस्तु मध्यमपुरुषः अपि तादृशमेव अत्र जहान् आणि इति अस्ति जहा इति अस्ति जहा रूपं निष्पन्नम् अत्र अङ्गमस्ति अनन्तरं मी योजनेन जहानि इति भवति अकः सवर्ण दीर्घः इति सूत्रेण आकारस्थाने दीर्घ आकारः जहानि इति अनन्तरं जहा योगः वः वा जहाव अनन्तरं जहाम इति अस्ति आहत्य जहिता अत्र अजादिप्रत्ययः अस्ति खलु आम् सूत्रकार्यं न करोति वा किमर्थं तत्र कार्यम् एतत् जहा इति निष्पन्नम् अस्ति खलु पूर्वमेव निष्पन्नरूपमस्ति जहा इति अस्ति परन्तु वयं जानीमः खलु अत्र अजादि अस्ति आभ्यस्तसंज्ञकधातोः च आकारस्य लोपः भवति किति निति सार्वधातुकप्रत्यये परे अत्र उत्तमपुरुषे तत्र स्नाभ्यस्योरातसूत्रस्य प्रसङ्गः भवति वा तत्र सार्वधातुकप्रत्ययः परे अस्ति खलु अतः पित् अस्ति परन्तु तत्र कार्यं न तत्र वर्णमेलनम् अतः सवर्णदीर्घः एव कार्यं करोति खलु मम प्रश्नः अस्ति अजादि अत्र सूत्रं कार्यं करोति न वा इति मम सरलप्रश्नः अस्ति करोति न वा अत्र आनि आव आम सर्वत्र तत्र पित् एव अतः अतः प्रसङ्गः एव नास्ति खलु यतोहि स्नाभ्यस्य रातः कीर्ति प्रत्यगते अस्ति अत्र महोदय कार्यं भवति एव परन्तु शृणोतु मम प्रश्नः शृणोतु स्नाभ्यस्य रातः इति सूत्रं कीर्ति प्रत्यय कृते एव भवति खलु अनि आव आम तिष्ठन्ति वा नास्ति खलु जि एव अहं वदामि खलु केवलं सन्धिकार्यं जहानि जहाव जहां धन्यवादः आहत्य तत्र जहितात् जहातु जहितात् प्रथमपुरुष एकवचनम् अस्ति द्विवचनं जहितां जहीताम् इति अस्ति अनन्तरं जहतु इति बहुवचनं मध्यमपुरुष हि स्थाने त्रयः सन्ति जहिः जहाहि जहीः इति तात् स्थाने द्वे रूपमस्ति जहितात् जहितात् इति अनन्तरं जहितं जहितम् इति जहित जहित अनन्तरं जहानि इति रूपं निष्पणम् उत्तमकृषे एकवचनं जहाव जहाम इति धन्यवादः अग्रे मदर् महोदय लङ् आं महोदय लङ्लकारम् अत्र हलादि अस्ति अत्र अड्डागमः भवति अकारः अजः अजः लुङ् लङ् लुङ् षु अड अड् उत्तमः अडुदातः अतः अजाः योगः इत् अत्र पित् अस्ति अतः किमपि कार्यं नास्ति अजहात् तदनन्तरम् अजा योगः ताम् अपित् हलादि अस्ति जहा तेज इति सूत्रेण अजहीताम् अजिहीताम् अनन्तरम् अजहा योगः उहु अपित् अपित् अजादि अस्ति अतः स्नाभ्यस्तोय तयोर् अतः इति सूत्रेण अजगुः अनन्तरं किं महोदय अजगुः आ जह योगः सकारः अत्र अपि पित् अस्ति अतः अजहाः जहाः विसर्गं ससुशिशो रुः इति इत्यनेन विसर्गं भवति ऋत्वं भवति ऋतुं भवति तदनन्तरं करावसानयोरिति सूत्रेण विसर्गः भवति. अग्रे आ जग योगः तम् अत्रापि जहातेः जहाते च इति सूत्रेण द्वे रूपम् अस्ति. अजही जहीतम् अजहि अजिहैत अश्व इकारः दीर्घ इकारः भवति अत्र. अत्रापि अनन्तरम् अज अज अ जहीत अजहीत अनन्तरम् अम् अस्ति अम् इति पिप्तसि अत्र अज अजहाम् अजहाम् अजहम् अजः योगः वा अत्रापि द्वे रूपम् अज जही जहीते च जहाते च जहाते च इति सूत्रेण द्वे रूपम् अजः जहीवः जहिव अजै जहीव ह्रस्व इकारं दीर्घ इकारः आहत्य अजहात् अजहिताम् अजहिताम् अजहुः अजहाः अजहितम् अजहित अजहित अजहितम् अजहितम् अजहित अजहित अजहाम् अजहीव अजहीव अजहीम अजहीम. अग्रे मीना महोदय मिथिलिङ्ग् जः इति अङ्गं विजिलिङ्ग् प्रत्ययः यात् यातः सर्वे प्रत्ययाः यकारः आदे यकारे यकारः भवति प्रथमे ओपो इति प्रत्ययः भवत्याः ध्वनिः सम्यक् नास्ति. जः यात् यातां युः अत्र अस्मिन् ध्वनि सम्यक् भवति वा इदानीं सम्यक् अस्ति. जः यात् विधिलिङ्ग् प्रत्यये यकारः भवति आदिने तस्मात् लोपो इति सूत्रं कार्यं करोति. जः यात् जह्यात् जह् यातां जह्यातां जह्स्युः जह्स्युः जह्याः जह्यातं जह्यात जह्यां जह्याव जह्याम. सर्वत्र लोपोयि इति सूत्रेण आकारस्य लोपः लोपं कृत्वा जय्या जय्यातां जय्युः जय्याः जय्यातं जय्यात जय्यां जय्याव जय्या. अस्तु तर्हि इदानीम् आकारान्त आधातु कृते कार्याणि समाप्यन्ते. इदानीं द्वौ धातौ स्तः तत्र विशेषकार्याणि भवन्ति. दा धातु धाधातु धाधातु प्रसिद्धधातुः अस्ति खलु बृहत्यधिगणे दा तदा कृते विशेषकार्याणि भवन्ति. तदिदानीं वयं पठामः. अस्तु इदानीम् अरुणा महोदय पठतु अग्रे. दुधाय दा दा दुधाय धा धातुः दा दित्वम् अभ्यासकार्यं च परिशीलनीयं. धा धातु दित्वम् अभ्यासकार्यं च परिशीलनीयं. अभ्यस्तकार्यं प्रथमं स्लौ इति सूत्रेण दा दा भवति. तदनन्तरं हर्ष्वः इति सूत्रेण ददा भवति. ददा इति अङ्ग धा अपि सादृशं धा धा किमपि अस्ति वा समाप्तं वा तदेव अहं मन्यामि. ओ ओ धा अस्ति ततः किं सूत्रम् अभ्यासं करोति. कुहोश्चुः कवर्ग अस्ति. वदतु भगिनि. ह्रस्वदकार आगच्छति दधा. अग्रे ओके ददा दातु प्रथमं प्रश्ने पदने एव महोदय. केवलम् अत्र पित् अस्ति ततः ददाति. तत्र अलादिपित्तु इति पठतु खलु. ओके ओके हलादिपित्सु आकारान्तेषु गुणः न भवति, अतः किमपि कार्यं नास्ति. ददा योगति ददाति रूपं निष्पन्नं भवति. अजादिपित्सु आकारान्तेषु गुणः न भवति, केवलं सन्धिकार्यं. ददा योगानि ददानि भवति. हलाद्यपित्सु नाभ्य तयोरातः इत्यनेन आकारस्य लोपः भवति. ददा योगतः दद् योगतः खरिच इत्यनेन षत्वं भूत्वा दत्तः इति रूपं भवति. अजादि अपित्सु नाभ्यस्तयोरातः इत्यनेन आकारस्य लोपः. ददा योगः अति दद् योगः अति ददाति भवति. तर्हि इदानीं पश्यतु, तत्र अलादिपित्सु किमपि कार्यं नास्ति, अजादिपित्सु किमपि कार्यं नास्ति. अजादि अपित्सु श्नाभ्यस्य रातः इति पूर्वमेव अस्ति खलु. पूर्वमेव अस्ति, पूर्वमपि श्नाभ्यस्य रातः अस्ति. परन्तु हलादिपित्सु पूर्वं किम् अस्ति कार्यम्? तत्र मा धातु कृते पूर्वं सामान्यतया हलादि अपि अस्ति चेत् किं सूत्रं कार्यं करोति? एकार आगच्छति तेन सूत्रेण. भूयाम् इति सूत्रेण हलादि अपि प्रत्ययः अस्ति, अभ्यस्त अङ्गम् अस्ति चेत् सामान्यतया किं सूत्रं कार्यं करोति? ईहल्यगोः. हा, ईहल्यगोः इति कार्यं करोति खलु. परन्तु अत्र किं लिखितमस्ति हलादि अपि कृते किं लिखितमस्ति? अत्र लिखितमस्ति हलादि अपि कृते दा धातु कृते किं लिखितमस्ति? अत्र तृतीयबिन्दु नाभ्यस्तयोरातः खलु. तर्हि प्रश्नः अस्ति इदानीम्, एतावत्पर्यन्तम् अस्माभिः पठितं यत् हलादि अपि अस्ति चेत् ईहल्यगोः कार्यं कृत्वा ईकारः भवति. परन्तु दा धातु कृते अपि च धा धातु कृते नाभ्यस्तयोरातः इति सूत्रेण आकारस्य लोपः भवति. तर्हि अत्र ईहल्यगोः कार्यं न करोति वा इति प्रश्नः अस्ति खलु. आं महोदय, तदेव इदानीम् अग्रे पठामः. अस्तु, मदर् महोदय पठतु अग्रे. आं महोदय, हलादि अपित्सु आकारस्य स्थाने किमर्थम् ईकारादेशः न भवति? इ अल् यहोः इत्यस्य प्रसक्तिः अत्र तु नास्ति एव. इ हलि अगोः, अगोः इत्युक्ते न गुः अगुः, तस्य गु इति काचन संज्ञा अस्ति. दा धातुः, दा धातुः च गुसंज्ञकधातुः धातु स्तः. अस्य कृते अधः दा दादाप इति सूत्रं विवृतम् अस्ति. तर्हि ईहल्यगोः मध्ये एकं मुख्यनिमित्तम् अस्ति यत् अघोः इति अस्ति खलु. अघोः नाम अङ्गस्य अभ्यस्त अङ्गस्य आकारस्य स्थाने दीर्घ इकारः भवति हलादि कित्नि सर्वतुकप्रत्यये परे, परन्तु अङ्गं कीदृशः भवेत्? अघु. घु अङ्गं न भवेत्, नाम धातु इति घु न भवेत्. घु इति एका संज्ञा अस्ति. घु मध्ये दा धातु अस्ति, दाधा धातु अस्ति. तर्हि घु संज्ञकधातु अस्ति चेत् ईहल्यगोः इति सूत्रं कार्यं न करोति. तर्हि दाधातु धाधातु घु इति संज्ञायाम् आगच्छति, अतः ईहल्यगोः इति सूत्रं कार्यं न करोति. ईहल्यगोः इति सूत्रं कार्यं न करोति चेत् सामान्यसूत्रं किमस्ति? अभ्यस्त अङ्गमस्ति चेत् वस्तुतः स्नाभ्यस्तयोरातः इति अजादि किं प्रत्ययः अस्ति इति किमपि न वदति खलु. सूत्रं वदति यत् अभ्यस्त अङ्गस्य कृते आकारस्य लोपः भवति कित्नि सर्वतुकप्रत्यये परे. तदनन्तरम् अपवादत्वेन ईहल्यगोः आगत्य वदति यत् खलि अस्ति, खलादिप्रत्ययः अस्ति चेत् दीर्घ इकारः भवति. अतः फलितरूपेण वयम् इदानीं पर्यन्तं वयम् उक्तवन्तः यत् अजादि अस्ति चेत् स्नाभ्यस्तयोरातः. तथा नास्ति. स्नाभ्यस्तयोरातः इति उत्सर्गसूत्रमस्ति. ईहल्यगोः तस्य अपवादः अस्ति. यत्र यत्र ईहल्यगोहस्य प्रसक्तिः अस्ति तत् कार्यं करोति, परन्तु अत्र भूसंज्ञकधातु अस्ति, अतः ईहल्यगोः सूत्रस्य प्रसक्तिः एव नास्ति. अतः उत्सर्गसूत्रं यत् अस्ति, नाम स्नाभ्यस्तयोरातः, तदेव कार्यं करोति. अतः धाधातुकृते हलादि अपित् अथवा अजादि अपित् किमपि भवेत् स्नाभ्यस्तयोरातः इति सूत्रेण आकारस्य लोपः एव भवति. अवगच्छन्ति वा? महोदय अवगतं दृढं कर्तुं वदामि. सामान्यतः दाधातु धाधातो तु दे घूसञ्ज्ञकधातुः ततः सामान्यतः ईहल्यगोः सूत्रेण आकारलोपो भवति अन्यदा जुहोदिगणे अन्यदा आकारदधातुतः. परन्तु घूसञ्ज्ञा अस्ति चेत् केवलं स्नाभ्यस्तयोरातः इति सूत्रेण हलादि अपि पत्ति अस्ति चेत् आकारलोपः भवति. धन्यवादः. ईहल्यगोः तस्य प्रसक्तिः नास्ति. यदा ईहल्यगोः सूत्रस्य प्रसक्तिः नास्ति तर्हि यत् सामान्यसूत्रमस्ति औत्सर्गिकसूत्रमस्ति तदेव कार्यं करोति. औत्सर्गसूत्रमस्ति स्नाभ्यस्तयोरातः. तर्हि सामान्यसूत्रमस्ति स्नाभ्यस्तयोरातः, तस्य अपवादः अस्ति ईहल्यगोः. यत्र ईहल्यगोः प्रसक्तिः भवति सूत्रं कार्यं करोति, यत्र न भवति तत्र सामान्यतया स्नाभ्यस्तयोरातः एव कार्यं करोति. धन्यवादः. दा रूपधातोः च भूसंज्ञा भवति दाप् दैप् च विहाय. यस्य धातोः स्वरूपं दा च अथवा आदेशेन यस्य धातोः रूपं दा च भवति तस्य धातोः भूसंज्ञा भवति. आहत्य षट् धातवः गृहीताः दुदै दान् दो देङ् दुदां देट् च. अनुबन्ध लोपानन्तरं चत्वारः दा धातवः सन्ति. द्वौ द्वा धातु च दा च दा च दा च दा च तेषां एकशेषो दात एकशेषो दात दातः दाः दाः च दाः तयो इतरेतर द्वन्द्वौ दादौ दौ दा च द्वौ च तेषाम् इतरेतर द्वन्द्व दाः ददाः न दाप् अदाप् ददाः प्रथमान्तं लुप्त तत् अस्ति खलु अन्तिमवाक्यं भू लुप्तप्रथमान्त प्रथमान्तम् अदाप् प्रथमान्तं द्विपदम् इदं सूत्रं सूत्रं स्वयं सम्पूर्णं त्रिपदम् आम् आं त्रिपदम् इदं सूत्रं सूत्रं स्वयं सम्पूर्णं ददाः गु अदाप् दादाः गु अदाप् सूत्रमस्ति सूत्रं दादा दादा अत्र बि बिन्दुः अस्ति खलु भगिनि बि बिन्दुः अधः आगच्छति अधः आगच्छति चेत् अत्र दा दा ग्वदाप् इति अस्ति सूत्रं 1120 धन्यवादः किं वदति सूत्रं महोदय वदतु दा रूपधातु अथवा धा रूपधातु गुसंज्ञा भवति अत्र षट् धातवः सन्ति दुदाय् दान् दो दे दुदाय् दे च तत्र चत्वारः दा धातवः सन्ति द्वौ दा रू धातु सः अदाप् किमर्थमस्ति यस्य यस्य धातोः रूपं दा अस्ति साक्षात् दा अस्ति अथवा धा अस्ति अपि च आदेशं कृत्वा यस्य रूपं दा अथवा धा भवति ते सर्वे धातवः घूसंज्ञकधातवः सन्ति दाप् देप् विहाय दाप् दैप् विहाय अतः दुदाय दाण् दो देङ् इति चत्वारः दारूपी धातवः अपि च दुधाय धेट् इति द्वौ धारूपी धातौ इति फलितः षट् धातवः भूसंज्ञकधातवः सन्ति अत्र दुधाय अपि च दुधाय इति द्वौ धातौ द्योत्यादिगणे स्तः अतः द्योत्यादिगणीय दुधाय अपि च दुधाय धातवः भूसंज्ञक सन्ति अतः तयोः कृते ईहल्यकुः सूत्रं कार्यं न करोति स्नाभ्यस्योरासः एव कार्यं करोति ते आगच्छन्ति वा घूसंज्ञकधातुः इत्युक्ते किं तृतीयदा चतुर्थदा अनन्तरं दाप् दैप दैप विहाय चत्वारः दा धातवः द्वौ धा धातु अस्तु अग्रे पठतु महोदय मधुरमहोदय अस्मिन् सूत्रे अस्मिन् सूत्रे कथं दो दे दे इत्येषां ग्रहणम् एते तु दुदाय दुदाय इति धातु दारूपी किमर्थमस्ति कथं भवति दुदाय अनुबन्धलोपानन्तरं दा एव तिष्ठति सम्यक् तथैव दाण् दाण् किमर्थं दारूपी अस्ति तान् अपि अनुबन्धलोपानन्तरं दा दा एव दा एव तथैव दुधाय मध्ये अपि अनुबन्धलोपानन्तरं धा एव अवशिष्यति तर्हि दुधाय दाण् अपि च दुधाय तु सरलतया वयं ज्ञातुं शक्नुमः यत् दारूपी अथवा धारूपी धातवः सन्ति परन्तु दो दे धे अत्र तु दा अथवा धा साक्षात् नास्ति खलु, तर्हि किमर्थं दो बेङ् भेट् अपि भूसङ्ग्रहतः सन्ति? तद् अग्रे लिखितमस्ति, पठतु. एते तु दारूपधातवः न सन्ति. लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम् इति परिभाषया प्रतिपदोक्तस्य एव ग्रहणं भवेत्. अत्र प्रतिपदो बुधान् दान् बुधान् इत्येषां प्रतिपदोक्तत्वात् ग्रहणं भवति, किन्तु दो देङ् डेट् इत्येषां लक्षणमाध्यमेन एव आकारत्वं सिद्ध्यति. आदेश उपदेशे अशिति इत्येन अशितिप्रत्ययपरे एजन्तधातूनाम् आत्वं लक्षणेन एव येषां त्रयाणाम् आत्वम् इति कृत्वा ग्रहणं न स्यात्. किन्तु उक्तपरिभाषयाः अपवादत्वेन गामादाग्र अग्रेषु विश्वे विशेषः ग्रहणेषु अविशेषः इति तद् अग्रिमपरिभाषया लक्षणेन एव दा दा इत्यनयोः आकारत्वं सिद्ध्यति चेदपि तयोः ग्रहणं भवति. अदाप् इत्यस्य कथनेन दाप् दैप् इत्येषु दैप् इत्यस्य ग्रहणमपि तदेव भवति. किं लिखितम्? दो दैङ् डेङ् इति आका आदेश उपदेशे अशिति परे आतुं भवति. अतः दा इति ग्रहणं वा? सम्यक्, तर्हि पश्यतु, अस्माभिः पठितं खलु लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम् इति अस्माभिः पूर्वं पठितं. नाम यत्र साक्षात् नाम्ना लिखितमस्ति तस्य ग्रहणं करणीयं. तर्हि सूत्रे दा धा भू अदा इति लिखितमस्ति खलु, दा धा. तर्हि साक्षात् दा धा इति यत् लिखितमस्ति तस्य एव ग्रहणं करणीयम्, अथवा केवलं द्विधाय दाण् अथवा द्विधाय एतेषामेव ग्रहणं करणीयं खलु? परन्तु लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव ग्रहणम् इति परिभाषायाः एकः अपवादः अस्ति, नूतनपरिभाषा अस्ति, गामादा ग्रहणेषु अविशेषः इति. नाम अत्र अस्ति खलु गामादा, दा अस्ति खलु अत्र दा. तर्हि दा कृते केवलं प्रतिपदोक्तं न अपि तु लक्षणेन एव यदि किमपि गृहीतमस्ति तदपि ग्रहणीयम्. सामान्यतया केवलं साक्षात् नाम्नाय लिखितं तदेव ग्रहणं करणीयं, तस्य ग्रहणं करणीयम्. अतः तथा अस्ति चेत् केवलं साक्षात् दा धा अस्ति तत् तेषामेव ग्रहणं करणीयं. परन्तु अत्र परिभाषायाः अपवादः अस्ति, गामादा ग्रहणेषु अवशेषे अभिशेषः यत्र भवति दा अस्ति चेत् अपि च धा अस्ति चेत् न केवलं प्रतिपदोक्तस्य अपि तु लक्षणस्य अपि ग्रहणं करणीयम्. इदानीं प्रश्नः उदेति यत् लक्षणेन दो देङ् भेट् कथं दाधा दाधा इति सन्ति. तर्हि सूत्रमस्ति आदेश उपदेशे अशिति. आदेश उपदेशे अशिति सूत्रं वदति यत् अशितप्रत्ययपरे अस्ति चेत् एक एजन्तधातूनां स्थाने आत्वं भवति. तर्हि दो स्थाने दा भवति, देङ् स्थाने दा भवति, भेट् स्थाने धा भवति. तर्हि पश्यतु आदेश उपदेशे अशिति इति सूत्रस्य लक्षणेन वयं ज्ञातुं शक्नुमः यत् ओ दो देङ् भेट् अपि दा अथवा धारूपधातवः सन्ति. अतः गामादा ग्रहणेषु अविशेषः इति परिभाषया लक्षणस्य अपि ग्रहत्वं करणीयम्. अतः दो देङ् भेट् अपि भूसंज्ञकधातवः सन्ति, दा धारूपी धातवः सन्ति, इति मन्येम। सः षड् धातवः सन्ति गाय तान् दो द्वे विधाय अवगच्छन्ति वा सर्वे? आम् आम् महोदय। मीनामहोदय, मन्दरमहोदय, करुणामहोदय, विजयमहोदय अवगच्छन्ति महोदय? अहं वदामि महोदय, सामान्यतया दाधा वाधा सूत्रेण केवलं द्वे धातु उक्तं, परन्तु किमर्थम् अन्यधातु अपि चत्वारधातु अपि स्वीकरणीयम् इति प्रश्नः उदेति अत्र दत्तम्। आदेश उपदेशे शिति इति सूत्रेण धो धातु, धेङ् धातु, धेट् धातु अपि दा एव भवति, दा धा, ततः ते अपि स्वीकरणीयं दा धात्वा तापि ताप् सूत्रेण। तदेव अर्थं महोदय। आदेश उपदेशे शिति, उपदेशे एजन्तस्य धातोः आत्वं न तु शिति। उपदेशे इत्यनेन औपदेशिकधातूनाम् एव प्रसक्तिः, न तु आदिदेशिकधातूनाम्। उपदेश अवस्थायाम् अशितिप्रत्यये परे अजन्तधातूनाम् अन्त्यस्य एचः स्थाने आतो आदेशः, येन विधिः तदन्तस्य इत्यनेन तदन्तविधिः, अलोन्तस्य इत्यनेन अन्तस्य अलः स्थाने स्थाने, एच् इत्यनेन ए ऐ ओ औ, षकार इत्यस्य सः सित् न षित् अषित्, तस्मिन् विषये अशिति नञ् तत्पुरुषः। आत् प्रत्ययान्तम् एचः षष्ट्यन्तम्, उपदेशे सप्तम्यन्तम्, अशिति सप्तम्यन्तम्, अनेकपदमिदं सूत्रम्। दिति धातोरनभ्यस्य इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः, अनुवृत्तिसहितसूत्रम्। एचः धातोः आत् उपदेशे अशिति, आदेश उपदेशे शिति सूत्रं वदति उपदेशस्थाने एजन्त एजन्तधातु अस्ति आत्वं भवति, न तु षित् प्रत्यये, षित् प्रत्यये परे अत्र कार्यं न भवति, केवलम् अषित् प्रत्यये परे एव उपदेशे अवस्थायां स्थित धातोः एजन्तधातोः स्थाने आकारः आदेशः भवति। परिभाषासूत्रेण येन विद्दन्त्यस्य अलोन्तस्य प्रतिभाषेण अन्त्यस्य एतत्स्थाने आकारः आदेशः भवति इति धातु अस्ति। तर्हि किमस्ति आदेशोपदेशिति वदति यत् औपदेशिकधातुः यदि एजन्त अस्ति अपि च तस्यानन्तरं षित् प्रत्ययः नास्ति, अषित् षित् नास्ति चेत् एका एच् एच् प्रत्याहारवर्णस्य स्थाने आकारत्वं भवति इति अस्ति। अतः अस्य सूत्रस्य सहायतया वयं ज्ञातुं शक्नुमः यत् हेट् अपि च देन् अपि च तस्य वस्तुतः एकारस्य आत्वं कृत्वा धा अथवा धा एव रूपसदृशं भवति, अतः तेषामपि ग्रहणं भवति भूसंज्ञायाम् इति अस्ति। तर्हि आदेश उपदेशस्य सूत्रस्य प्रमुख एक उदाहरणमस्ति गै धातु। गै धातु इति अस्ति खलु गाने। तर्हि गै धातु लट् लकाररूपं किं भवति भवति गायति, गायति इति रूपं कथं भवति महोदय? गाय प्लस् योगः शप् योगः अस्ति, शप् अकारः अस्ति, पित् अस्ति, ततः वृद्धि एतव सूत्रेण आय् आगच्छति, गाय् गायति इति रूपं गायति इति भवति। तर्हि अत्र ऐकारस्य ऐचयवयावः इति सूत्रेण आय इति भवति, परन्तु गै धातोः लृट् लकाररूपं किमस्ति? गायसि इति गायसि न गास्यति अस्ति खलु गास्यति परन्तु परन्तु धातु तु गै अस्ति तर्हि गास्यति इति रूपं कथं भवति तत्र आदेश उपदेशे अस्ति सूत्रं कार्यं करोति यतोहि स्यति इति अशित् प्रत्ययः अस्ति खलु स्य अशित् प्रत्ययः अस्ति खलु अतः गै तत्र ऐकारस्य स्थाने आकारः भवति गै योगः स्यति भवति गायोगः स्यति गास्यति अवगच्छन्ति वा अवगतम् ऐ स्थाने अत्र आत्वं भवति सत्यम् आदेश उपदेशे अशिति इति सूत्रेण अस्तु महोदय दाधा गदा अत्र सूत्रं दाधा गुसंज्ञा अदाप् इति किम् तर्हि अदाप् इत्युक्ते दाप् दाप् इति यत् अस्ति तादृशधातुः भूसंज्ञायां न आनयति तर्हि द्वौ धातौ स्तः दाप् अपि च दैप् तर्हि दाप् धातुः अस्ति खलु दाप् धातुः इति संज्ञा लोपानन्तरं किं भवति दा भवति दैप् धातुः इति संज्ञा लोपानन्तरं किं भवति किम् दैप् धातु इति संज्ञा लोपानन्तरं दै भवति खलु आदेश आदेश उपदेशे शिति इति सूत्रेण दै अपि दा इव अस्ति खलु आप्तत्वं भवति तर्हि दा अपि च दै इति धात्वोः अपि दा इव रूप दा सदृशरूप अस्ति खलु तर्हि तस्य ग्रहणं मा करोतु अतः अदाप् इति लिखितमस्ति तर्हि धातुपाठे ये ये दा अपि च धा रूपधातवः सन्ति तेषां ग्रहणं भूसंज्ञायां करोतु दाप् अथवा तै इति अवगच्छन्ति वा दाप् अथवा दैप् विहाय ये दारूपी धातवः सन्ति अपि धारूपी धातवः सन्ति तेषां ग्रहणं भवति घूसंज्ञायाम् इति अवगच्छन्ति वा सर्वे आम् महोदय अस्तु तर्हि इदानीं संज्ञायाम् आहत्य घूसंज्ञायां षट् धातवः सन्ति तेषु जुहोत्यादिगणे द्वौ धातौ स्तः दुधाय दुधाय इति अस्तु अग्रे तर्हि इदानीं सुमन् विजया महोदय पठतु अनेन दुधाय अपि दुधाय अनेन दुधाञ्च तत्र वा अनेन दुधाज् एकनिमिषम् अत्र किम् अस्ति अपि अनेन दुधाञ्ज् अपि वा किम् अस्ति अनेन दुधाञ्ज् अपि दुधाञ्ज् तत्र दुधाञ्ज् अनन्तरं दुधाञ्ज् अपि भूसञ्चिकौ अतः ई हल्यगोः इत्यस्य प्रसक्तिः नास्ति स्नाभ्यस्तयोरतः इति सूत्रं कितिङिति सार्वधातुकप्रत्यये परे कार्यं करोति केवलम् अजादि अपित्सु न उक्तम् अतः अवसरः यत्र भवति तत्र हलादिपित्सु अपि कार्यं करोति दा धातुः अनयोः प्रसङ्गे तादृश अवसरः प्राप्यते किं लिखितम् तत्र पूर्वमेव दृष्टवन्तः गुसञ्चकौ किम् इति तत्र दुधाञ्ज् अनन्तरं दुधाञ्ज् ईहल्योगोः इति सूत्रेण प्रसक्तिः नास्ति. स्नाप्यस्तयोरातः इति सूत्रं तितिमिति सार्वधातुकप्रत्ययपरे अस्ति चेत् कार्यं करोति. अनन्तरम् अजादि अपित्सु तत्र न उक्तम्, अतः अवसरः तत्र नास्ति एव. ईहल् यगोः इति सूत्रस्य अवसरः नास्ति. यत्र हलादि यत्र हलादिपित्सु अपि कार्यं करोति तत्र, अतः दाधातुः दाधातुः अनयोः प्रसङ्गे तादृश अवसरः प्राप्यते. स्नाभ्यस्तयोरातः इति सूत्रमेव तत्र कार्यं करोति. तर्हि अस्माभिः पूर्वमेव दृष्टं यत् यत्र प्रसङ्गः अस्ति तत्र स्नाभ्यस्तयोरातः कार्यं करोति औत्सरिकरूपेण. तस्य अपवादत्वेन ईहल्यगोः कार्यं करोति, यत्र ईहल्यगः कार्यं कर्तुं शक्नोति. परन्तु यत्र ईहल्यगोः तस्य प्रसक्तिः नास्ति तर्हि सामान्यसूत्रम् एव कार्यं करोति. आदेश क्षम्यतां स्नाभ्यस्तयोरातः अत्र भूसंहितधातुः अस्ति दुधाय दुधाय, अत्र अतः ईहल्यगोः कार्यं कर्तुं न शक्नोति. अतः स्नाभ्यस्तयोरातः एव कार्यं करोति. आहत्य दाधातु कृते अपि धाधातु कृते अपि अजादि वा हलादि वा अपि अपितस्ति, अतः स्नाभ्यस्तयोरातः इति सूत्रेण अकारस्य एव लोपः भवति. आगच्छन्ति वा? अस्तु, तर्हि इदानीं समयः समाप्तः. अग्रिमरविवासरे अग्रे गमिष्यामः. धन्यवादः. धन्यवादः. शुभरात्रिः. धन्यवादः.